नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अष्टाध्याय्यां सूत्राणां बलाबलम् इति प्रवृत्तमानविषयः अस्ति। गतसप्ताहे अस्य आरम्भः जातः। पदस्य निर्माण अवसरे वयं जानीमः बहूनि सोपानानि सन्ति इति। तस्मिन् प्रक्रियाकाले एकस्मिन् स्थले युगपत् यदि सूत्रद्वयम् आगच्छति तर्हि कस्य सूत्रस्य प्रवृत्तिः अस्ति इति निर्णयार्थं बलाबलस्य चिन्तनस्य आवश्यकता। द्वे सूत्रे स्तः चेत् तस्य नाम भवति तुल्यबले। द्वे सूत्रे तुल्यबले स्तः यदि द्वयोः मध्ये विरोधः, तयोः इत्युक्ते द्वे सूत्रे यत् तुल्यबले अस्ति स्तः तयोः मध्ये यदा विरोधः अस्ति तर्हि तुल्यबलविरोधः इति नाम्ना जायते। तस्य एव अपरनाम अस्ति विप्रतिषेधः। यदा द्वयोः सूत्रयोः मध्ये विप्रतिषेधः अस्ति इति सामान्यतया यदा वदामः चेत् तत्र सर्वदा स्मर्तव्यं तत्र दलद्वयम् अस्ति। प्रथमं समानसमये समानस्थले सूत्रद्वयस्य प्रसक्तिः, द्वितीयमस्ति द्वितीयदलमस्ति, सूत्रद्वयस्य अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति सर्वदा स्मर्तव्यं। सूत्रद्वयं यदा विप्रतिषेधः सूत्रद्वयोः सूत्रयोः इति वदामः चेत् दलद्वयस्यापि आवश्यकता अस्ति इति स्मर्तव्यम्। तत्र एव वयं उदाहरणानि अपि दृष्टवन्तः। एकनिमिषम्। नमस्कारः भगिनि। नमस्ते भगिनि। तत्र वृद्धिराधे एकनिमिषम्, अहमपि मम सङ्गणके इदानीं तत्र रघुपतिमहोदय तत्र प्रथमचित्रस्य प्रतिपादनं करोति वा? भगिनि अनन्तरं करोमि एकवारम्। अस्तु अस्तु, नास्ति राजेन्द्रमहोदय करोति वा प्रथमचित्रस्य? अहं किञ्चित् म्यूट् मध्ये स्थापयामि, बहु ध्वनिः आगच्छति। एकनिमिषम्। अस्तु महोदय, भवान् अन्म्यूट् कर्तुं शक्नोति वा इदानीं? भगिनि इदानीं लास्ट् द फैल्, कुत्र अस्ति भगिनि अत्र सूत्राणां बलाबलम् इति करपत्रम्? करपत्रस्य संख्या अस्ति न पाठ 1 2 3, अग्रे तस्मात् 4 7 4 7 एकवारं 4 7 एव पश्यामि। वदामि वा भगिनि? अस्मिन् चित्रे दत्तम् अस्ति उदाहरणद्वयम् अत्र स्तः। अत्र एकमस्ति वृक्षयोगभ्यां भ्यां, द्वितीयम् अस्ति वृक्षयोगसु। अत्र अत्र मध्ये वृक्षयोगभ्यस् अस्ति किञ्चित्। प्रथमं भ्यां सुप् एव परिशीलयतु महोदय, अनन्तरं वृक्षयोगः भ्यस् इति आगच्छामः। अत्र सुपि च सूत्रं वदति यत्र भ्यां नास्ति, तत्र आकार आदेशः भवति अस्ति वा अङ्गस्य अतः, यनि यनि सुप् सुपि च अङ्गस्य अतः दीर्घः। अत्र अत्र आदि प्रत्ययः अस्ति, तत्तु यनि प्रत्याहारे अस्ति। तत्र वृक्षः वृक्षयोगभ्याम् अस्मिन् स्थित्यां सुपि च सूत्रं कार्यकर्तुं शक्नोति। तत्र आकार आदेशः भवति मध्ये, वृक्षाभ्यां भवति. द्विस्थले वृक्षयोगस्तु अत्र अस्मिन् अत्र बहुवचने जल्येत् सूत्रं सूत्रेण कार्यं सम्पद्यते. तत्र किम् अस्ति तत्र वृक्षयोगस्व मध्ये यथा तत्र बहुवचनरूपम् अस्ति अत्र एकारस्य आदेशः भवति वर्तते वृक्षयोग ए योगस्व तो अन्ततो गत्वा मिलित्वा वृक्षेषु सकारस्य आदेशप्रत्ययः तत्र शत्वम् आदेशः भवति वृक्षेषु भवति. अत्र किम् अस्ति अत्र अत्र कार्यक्षेत्रं भिन्नम् अस्ति द्वयोस्तयोः. अत्र एकस्मिन् स्थले तत्र यण् प्रत्याहारे कोऽपि वर्णः अस्ति आदौ अपि च वृक्षयोगसु बहुवचनजलेत् तत्र सुप्रत्ययः अस्ति बहुवचनात् रूपम् अस्ति अपि च सुप्रत्ययः आगच्छति तत्कालः तत्र अत्र अस्मिन् स्थित्यां सुपि च अपि च बहुवचने जलेत् अत्र कोऽपि बलविरोधः नास्ति तुल्यबलविरोधः नास्ति यतोहि स्थलं भिन्न भिन्न भिन्नं अस्ति एकस्मिन् स्थले एकस्मिन् स्थित्यां यनादि यनादि प्रत्यय आगच्छति द्वितीयस्थले तद् बहुवचनात् रूपं तत्र अङ्गस्य अनन्तरं तत् बहुवचनात् रूपं प्रत्यय आगच्छति तत्कारणात् तत्र कोऽपि तुल्यबलं नास्ति बलाबलं नास्ति तत्कारणात् तत् कोऽपि सङ्घर्षः नास्ति तत्कारणात् कार्यं तु सामान्यतया प्रवर्तते. समीचीनम् उत्तमं. यदा इण्डिपेण्डेण्ट्लि इति वदामः किल तुल्यबलम् अस्ति द्वयोः सूत्रयोः बलं तुल्यमस्ति परन्तु किमपि विरोधः नास्ति भिन्नभिन्नकार्यक्षेत्रम् अस्ति तस्य कार्यं किमपि यदा सुपीच इत्यस्य कार्यं दीर्घादेशः चेत् तत्र तद् गत्य तत्र गत्वा तस्य कार्यं करोति बहुवचने जल्य तस्यापि एकं कार्यक्षेत्रम् अस्ति तत्र कार्यं तु अवश्यं करोति एव अतः तुल्यबलः अस्ति परन्तु विरोधः नास्ति तत्र कान्फ्लिक्ट् नास्ति इत्येव. समीचीनं महोदय. तत्र एव भगिनी अत्र अपि लिखितमस्ति अत्र अन्यत्र अत्र तथापि वदामः यत् अन्यत्र अपि लब्ध अवकाशः अस्ति. आं तदेव आम् आम् अन्यत्र लब्धावकाशः अस्ति द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अवश्यम् अस्ति परन्तु विरोधः नास्ति यदा वयं दलद्वयम् इति उक्तवन्तः तत्र एकमेव दलम् इदानीं पूरितम् अन्यत्र अन्यत्र लब्धावकाशः इति दलमेव पूरितम् समानस्थले समानसमये न आगच्छति. समीचीनं. धन्यवादः महोदय. इदानीं रघुपतिमहोदय वदति वा तत्र अन्य अपि एकः भागः अस्ति चित्रे एकत्र प्राप्तिः इति. हा भगिनि एकत्र प्राप्ति इदानीं वृक्षभ्यस् इति स्थले द्वयोः सूत्रयोः प्राप्ति एकत्र प्राप्तिः अस्ति सुपि च इत्यस्य प्रसक्तिः अस्ति अपि च बहुवचने जल्येत इत्यस्य प्रसक्तिः अपि अस्ति अतः तत्र विप्रतिषेधः अस्ति एकत्र विप्रतिषेधः अस्ति इति तदेव तत्र दलद्वयमपि पूरितं वा. हा अन्यत् दलद्वयम् इत्युक्ते विस्मृतवान् अन्यत्र लब्धावकाशो वा. अन्यत्र अन्यत्र लब्धावकाशः अनन्तरम् अन्यत्र अन्यत्र लब्धावकाशः अपि च एकत्र प्राप्तिः इति अस्ति अतः विप्रतिषेधः भवति इति अस्ति अतः परं कार्यं तस्य कार्यं परं भवति इति विप्रतिषेधे परं कार्यम् इति परं कार्यं परसूत्रस्य कार्यं भवति पूर्वसूत्रापेक्षया अतः तस्य कार्यं भवति हा परसूत्रस्य परसूत्रमस्ति अत्र बहुवचने जल्येत इति इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अतः एत्वं भवति वृक्षेभ्यः भवति समीचीनम् अतः तत्र यत् एकत्र प्राप्तिः अस्ति वृक्षेभ्यः इति रूपम् अन्यत्र अन्यत्र लब्धावकाशः अस्ति अस्ति अपि दृष्टवन्तः इदानीं समानस्थले समानसमये कार्यं करोति समीचीनं विप्रतिषेधः तत्र एकः महाभाष्यवाक्यमपि दृष्टवन्तः गतसप्ताहे अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः अन्यत्रानत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः तुल्यबलविरोधस्य लक्षणम् अस्ति अन्यत्र अन्यत्र लब्धावकाशः अस्तु समीचीनं धन्यवादः महोदय इदानीम् अरुणा भगिनी वदति वा तत्र द्वितीयचित्रस्य प्रतिपादनं करोति वा आं भगिनि अपवादः प्रथमम् एकत्र आयोगः इकार ह्रस्व दीर्घ इकार अकारायोगः ह्रस्व उकार दीर्घ उकार तदेव अकारयोगः ऋकार ह्रस्व दीर्घरुकार अकार नृ एव अत्र किं भवति तत्र किं सूत्रं कार्यं करोति भगिनि अदा अकारयोग इकारः ईकार दीर्घ ईकारः अकारयोग उकारः इति स्थितौ अद्गुणः सूत्र कार्यं करोति भगिनि समीचीनम् उत्तमं अवर्णादचिपरे पूर्वपरे अवस्थाने गुणसङ्गः एकादशः एकादशः स्यात् इति सूत्रं कार्यं करोति तदनन्तरम् अत्र आयोगः एकार वा आयोगः अयक् एकार आयोग औकार अतो गुणे इति सूत्रम् आद्गुणः इति सूत्रं कार्यं प्रसक्तिः अस्ति कार्यं प्रसक्तिः अस्ति वृद्धिरेचि अपि प्रसक्तिः अस्ति वृद्धिरेचि एव कार्यं कर्तुं शक्नोति कार्यं न करोति चेत् केवलम् अतो गुणे आद्गुणः करोति चेत् वृद्धिरेचि सूत्रः निष्प्रयोजनं भवति तदेव वृद्धिरे एव बलं भवति आं भगिनि समीचीनं समीचीनम् उत्तमम् अतः यदा वयम् इदानीमेव उक्तवन्तः दलद्वयम् अस्ति इति तत्र तद् पूरितं भवति वा अत्र किं भगिनि दलद्वयम् अस्ति किल सर्वदा वयम् उक्तवन्तः अन्यत्र अन्यत्र लब्धावकाशः एकत्र प्राप्तिः तुल्यबलविरोधः इति इदानीं तुल्यबलविरोधः अस्ति वा वृद्धिरेचि आद्गुणः इति सूत्रयोः विरोधः नास्ति भगिनि विरोधः नास्ति वा समानकाले समानसमये कार्यं कर्तुम् आगच्छति वा आद्गुणः वृद्धिरेचि एकरूपम् एकवर्णः एव आदेशः भवति वृद्धिरेचिसूत्रे वृद्धिः भवति ततः विरोधः तद् कार्यं यदा वयम् अकारयोगः एकारः इति स्वीकुर्मः चेत् तत्र आद्गुणः इत्यस्य अवसरः अस्ति वा तद् कार्यं कर्तुम् आगच्छति वा तत्र आयोगः ए इति ये अपि अच् वर्णः अस्ति भगिनि तदेव आगच्छति कार्यं न कार्यं करोति. आम् कार्यं भिन्नं भगिनि. प्रथमं यदा विधिः अस्ति वा इति द्रष्टव्यं. तत्र यत्र विधिः अस्ति अतः कार्यं कर्तुम् आगच्छति. कार्यं न करोति इति भिन्नवार्ता. प्रसक्तिः अस्ति. प्रसक्तिः अस्ति समीचीनम्. अतः समानकाले समानसमये सूत्रद्वयम् इत्यस्यापि अवसरः अस्ति वा इदानीम्? समानकाले समानसमये क्षम्यतां समानकाले समानस्थले. समानकाले इत्युक्ते समानसमये एव. समानकाले समानस्थले सूत्रद्वयस्य प्रसक्तिः विद्धिरेति आद्गुणः अस्ति. अनन्तरम् अस्माकं द्वितीयदलं किम् आसीत्? अन्यत्र अन्यत्र लब्ध अवकाशः इति. वृद्धिरेचि आद्गुणः द्वयोः अपि अन्यत्र लब्ध अवकाशः अस्ति वा? आं भगिनि. वृद्धिरेचि अत्र कार्यं न करोति चेत् अन्यत्र गत्वा कार्यं करोति वा? आयोगः इ इत्यस्मिन् स्थले वृद्धिरेचि इत्यस्य प्रसक्तिः अस्ति वा? न, अत्र नास्ति. आद्गुणः इत्यस्य आद्गुणः कार्यं करोति परन्तु वृद्धिरेचि वृद्धिरेचिसूत्रं वदति अवर्णत् एच् परे एव कार्यं भवति. पुरपरेः स्थाने वृद्धिसञ्ज्ञक एकादेशः भवति. समीचीनम्. अतः अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा नास्ति वा? नास्ति भगिनि. नास्ति, उत्तमम्. अतः तस्य नाम किं भवति? निरवकाशः भवति इति चेत् तस्य नाम किं भवति? अपवादः भवति. समीचीनम्, उत्तमम्. तदेव अपवादः. तदेव अस्मिन् चित्रे निरूपितमस्ति. यद् बृहत् क्षेत्रमस्ति तदेव अस्माकम् आद्गुणः. अचिपरे, अचिपरे इत्युक्ते स्वराणां ग्रहणं, सर्वेषां स्वराणां ग्रहणम् आद्गुणः इत्यनेन भवति अचिपरे. एचिपरे इत्युक्ते तस्य सब्सेट् एव भवति किल, अतः तस्य कार्यक्षेत्रं लघु अस्ति. अतः एकत्र एव प्राप्तिः भवति. क्षम्यताम्, एकत्र द्वयोः सूत्रयोः प्राप्तिः अस्ति, आद्गुणः वृद्धिरेचि. परन्तु वृद्धिरेचि अत्र कार्यं कर्तुं न करोति चेत् निरवकाशं भवति. निरवकाशं भवति चेत् तस्य व्यर्थता भवति. तादृशं मा भूत् इति कारणेन अपवादबलेन तस्य कार्यम् अत्र भवति. तदेव मुख्यविषयः. समीचीनं भगिनि, उत्तमम्. अवगतवती किल? आं भगिनि. अस्तु, विजया भगिनी, अत्र अधः एका परिभाषा अस्ति इति अस्ति किल चित्रात् अनन्तरं, तद् पठति वा? तस्मात् आरभ्य पठति वा? अस्ति वा भगिनि? आसीत् किल भगिनि, पूर्वपरनित्य एतत् एव वा? तस्मात् पूर्वं, तस्मात् पूर्वम् एकः परिच्छेदः अस्ति, तत् तस्मात् आरभ्य पठतु. अधः एका पठामि वा? न श्रूयते. आम्, पठतु भगिनि, न श्रूयते सम्यक्तया. पठतु पुनः. एका परिभाषा अस्ति यया बुद्धं यत् अपवादः बलियान् सामान्यसूत्रस्य अपेक्षया. यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति. अपवादभूतसूत्रस्य सूत्रसङ्ख्या या कापि भवतु नाम तस्य बलं भवति एव। यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं परिभाषा कार्यं करोति। परिभाषा अत्यन्तं पुरातनाः, तेषां लेखकाः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति। तर्हि अत्र अस्ति एका परिभाषा, अधः अस्ति तत्र परिभाषा विषये, सूत्रविषये अपवादसूत्रम् अस्ति चेत् तत्र तस्य सूत्रसङ्ख्या द्रष्टुं शक्नोति। अनन्तरम् एतत् बलम् अस्ति वा, बलाबलविषये तत्र निर्णयः क्रियते। एतत् ग्रन्थकाराः बहु पुरातनः सन्ति, एवं लेखकाः विषये अस्माभिः न जायन्ते, परन्तु महनीयः एव तेषां, ते महनीयः एव। एतत् विषये किञ्चित् अस्ति चेत् परिभाषासूत्रम् अधः अस्ति, एतत् तत्र विवरणं सम्यक् अस्ति। अस्तु, तत्र प्रथमम् एतद् वदतु भगिनी, यदा अपवादः अस्ति चेत् तत्र सूत्रसङ्ख्या द्रष्टव्यः वा न वा? निश्चयेन द्रष्टव्यं भगिनी, पूर्वमेव पुनः पठतु, यत्र अपवादः अस्ति, यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्या अस्ति भगिनी, तत्र अपवादः अस्ति चेत् तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति। अतः कार्यं किं करोति, विप्रतिषेधे परं कार्यम्, एतत् सर्वं द्रष्टुं शक्नोति एव। बलाबलसूत्रस्य बलाबलं कुत्र अस्ति, एतदेव, तत्र सूत्रसङ्ख्यायाः महत्त्वं किमपि नास्ति। इत्युक्ते किं भगिनि, इत्युक्ते किं, यत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति, अस्माकं वृद्धिराजैच् आद्गुणः इति सूत्रद्वयम् अस्ति, इदानीमेव उक्तवन्तः वृद्धिराजैच् इति अपवादसूत्रम् आद्गुणस्य इति, तत्र सूत्रसङ्ख्या द्रष्टव्या वा न वा? तत्र आद्गुणस्य सूत्रसङ्ख्या अष्टाध्याये प्रथम अष्टाध्याये प्रथमपादे सप्ताशीतिः इति सूत्रेण अस्ति आद्गुणः। आद्गुणः षष्टम अध्यायस्य सूत्रं भगिनि, भवती संज्ञासूत्रं वदति, आद्गुणः इति षष्टम अध्यायस्य, तत्र एव पूर्वस्मिन् परिच्छेदे अस्ति, चित्रात् पूर्वम्, इदानीम् आद्गुणः, तत्र सूत्रसङ्ख्या पठतु एकवारं षष्टम अध्यायस्य। एतदेव मया उक्तं भगिनि, षष्टमाध्याये षष्टमाध्याये एकपादे प्रथमपादे प्रथमपादे क्षम्यतां भगिनि, प्रथमपादे सप्ताशीतिः इति आद्गुणः सूत्रसङ्ख्या, अनन्तरं एतत् षष्ट अध्याये प्रथमपादे अष्टाशीतिः इति परसूत्रमस्ति, परसूत्रमस्ति, तत्र विर्दिदेचि इति अपवादसूत्रम् अस्ति, किमपि तत्र विर्दिदेचि मध्ये कार्यं लघु अस्ति, आद्गुणस्य विषये कार्यं बहु अस्ति, पर इदानीं तत्र किम् उक्तं चेत् अपवादः अस्ति चेत् तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति इति तत्र उक्तम्। किमपि महत्त्वं नास्ति इत्युक्ते किम्? अपवादभूतसूत्रस्य सूत्रसङ्ख्यायाः या कापि भवतु नाम तस्य बलं भवति एव। यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं एतत् बलाबलस्य विषये किञ्चित् अधः अस्ति सूत्रस्य अपवादत्वेन किं करणीयम् इति, परन्तु भवती एव वदतु भगिनि. न तत्र किम् वदतु महोदय, रघुपति महोदय, सूत्रसङ्ख्या द्रष्टव्या. हा सूत्रसङ्ख्या यदा यत्र अपवादः अस्ति, सूत्रस्य अपवादः अस्ति, तदा सूत्रसङ्ख्या किमपि महत्त्वं नास्ति. पूर्वं वा भवतु परं वा भवतु तस्य प्रसक्तिः एव भवति, अपवादसूत्रस्य एव प्रसक्तिः भवति, तदेव कार्यं करोति. समीचीनम्, उत्तमं, तदेव. किमपि सङ्ख्या भवतु, पूर्वसूत्रं वा परसूत्रं वा, तत्र विप्रतिषेधः विप्रतिषेधे परं कार्यम् इति किमपि न आगच्छति, अपवादबलेन तस्य एव कार्यं भवति, तावदेव. अस्तु भगिनि, अग्रे पठतु. पूर्वपर एकशङ्का, शङ्का अत्र त्रिपाद्याम् अस्ति चेत् अपि तत् एतादृशी स्थितिः अस्ति चेत् अपि तत् त्रिपाद्याः सूत्रस्य प्रसक्तिः भवति वा? तत्र विप्रतिश अपवादत्वेन एकं सूत्रं सपादमध्ये अस्ति, अन्यत् सूत्रमस्ति त्रिपाद्यम् अस्ति. इदानीं त्रिपाद्याः त्रिपाद्येषु सूत्रं सूत्रस्य तस्य अपवादस्थितिः अस्ति चेत् किं भवति? अपवादस्थितिः अस्ति चेत् भवति एव, परन्तु बहु विरलतया आगच्छति महोदय. तदेव इदानीं उदाहरणं स्मरामि, अस्ति यदा मनसि उदाहरणम् आगच्छति वदामि. तादृशम् अस्ति परन्तु बहु विरलतया आगच्छति. असिद्धशास्त्रं तत्र वयम् एकवारं वा द्विवारं प्रायः दृष्टवन्तः. तत्र सपाद त्रिपादिसूत्रं कार्यं कृत्वा सपादसप्तादयी सूत्रमपि आगच्छति कार्यं कर्तुं. ससजिचोहुरुः इति तत्र तद् किं रोरि इति एकं सूत्रमासीत्, द्रलोपे पूर्वस्य दीर्घो नः इति षष्ठम् अध्यायस्य सूत्रं, तस्मात् अनन्तरम् आगच्छति कार्यं कर्तुं. तादृशम् एक बहु विरलतया तादृशं भवति, परन्तु तत्र अपि कारणं भवति किमर्थं तादृशम् आगच्छति इति. तत्रापि अपवादसूत्रस्य प्रसक्तिः भवति महोदय. राजेन्द्रमहोदय किं पुनः तत्र यथा डोड्रे लोपः तत्र सूर्यम् आगत्य कार्यं करोति प्रथमं, तत्र किञ्चित् विशेष अस्ति तत् सूत्रद्वयम् आसीत् किल तादृशं, ड्रलोपे पूर्वस्य दीर्घो नः, अनन्तरम् अपि एकं सूत्रं तादृशमेव आसीत्. प्रथमं त्रिपादि, अनन्तरं सपादसप्ताध्यायं षष्ठम् अध्यायस्य सूत्रम् इति एकस्मिन् वा 6-3 ट्रिपल् वन्. परन्तु ड्रलोपे पूर्वस्य दीर्घो नः 6-3-1 विपरीतम् आगच्छति. यदा वयं शास्त्रम् असिद्धम् इति वदामः तस्मिन्नेव विशेषस्थले प्रथमं त्रिपादिसूत्रम् आगत्य कार्यं कृत्वा एव तत्र तस्मिन् सन्दर्भे षष्ठम् अध्यायस्य सूत्रम् आगच्छति. अतः कश्चन विशेष स्थलः अस्ति चेत् तादृशं भवति, सर्वदा न भवति. सर्वदा वदामः शास्त्र असिद्धमेव, तद् न द्रष्टुं शक्नोति सूत्राणि इत्येव वदामः, परन्तु केचन विशेष स्थलानि अस्ति, तत्र कानिचन विशेषस्थलानि अस्ति यत्र कार्यं तादृशं भवति. प्रथमं त्रिपादिसूत्रम्, अनन्तरं सपादसप्ताध्यायात् सूत्रम् इति अपवादः इति यथा यावत् पर्यन्तं त्रिपादीसूत्रं कार्यं न करोति डोडे लोभा तस्य प्रसक्ति एव न भवति. आम् तत् सत्यं. तत् अपवादसूत्रं किमपि स्मरति वा महोदय? तत्र तु अपवादः नास्ति. न न तस्मिन् सन्दर्भे नास्ति, अन्यस्मिन् सन्दर्भे यदा अष्ट त्रिपादीसूत्रम् अपि सपादसप्ताध्यायं सूत्रमपि द्वयोः मध्ये सङ्घर्षः यदा अपवादबलेन आगच्छति इति बहु विरलतया दृष्टवन्तः. चिन्तयामि तत्र स्कोः संयोग आदिवर् अन्ते च अपि च संयोग आदिवर् अन्ते तत्र किञ्चित् अस्ति वा तत्र तादृशी? तत् पदान्तकार्यं किल. अन्यत् सूत्रं किम्? एकमस्ति स्कोः संयोग आदिवर् अन्ते च, द्वितीयसूत्रं संयोग संयोगान्तस्य लोपः स्कोः संयोगाद्योरन्ते च द्वयमपि एकस्मिन्नेव पादे अस्ति किल. तत्र नियमसूत्रम् इति आगतं, तत्तु नियमसूत्रमासीत्. वदामि महोदय, अहमपि चिन्तयन् चिन्तयन्ती अस्मि, अपि स्फुरति चेत् वदामि. बहु साधारणतया सामान्यतया न आगच्छति, यदा विशेषस्थलानि अस्ति चेत् तादृशं भवति. न इति अहं न वदामि. बहु विरलतया तत् आगच्छति चेत् प्रायः किमपि कारणम् अस्ति. विजया भगिनी पुनः पूर्वपरनित्यरङ्ग इति परिभाषा पठतु एकवारं. पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलियः परिभाषासूत्रस्य कार्यमस्ति अत्र. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. तत्र तत्र पूर्वसूत्रमस्ति चेत् संख्या क्रमः अस्ति. पूर्वसूत्रस्य अनन्तरम् अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रम् इत्युक्ते यः विधिः भवति तत्र नियमः सन्ति, एतत् नित्यसूत्रम् अस्ति बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. नित्यसूत्रस्य बलवत्या अन्तरङ्गसूत्रमेव तत्र बलवत् भवति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. चन्द्र तत्र पूर्वसङ्ख्या सूत्रस्य सङ्ख्या द्रष्टव्यम्. अनन्तरं नित्यसूत्रम् अस्ति चेत् तत्र नियमः विधिः सन्ति, एतत् दृष्ट्वा तत्र बलवत् भवति. अनन्तरं नित्यसूत्रस्य अन्तरङ्गं बहिरङ्गम् अन्तरङ्गम् इति द्वे अस्ति, तत्र अन्तरङ्गसूत्रस्य बलवत् भवति. अनन्तरम् अन्तरङ्गसूत्रस्य अपेक्षया तत्र अपवादसूत्रमेव तत्र बलवत् भवति इति तत्र उक्तं. किमपि अस्ति चेत् भवती वदतु भगिनि. समीचीनं भगिनि, अस्तु. प्रथमम् अस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति. सूत्रं परिभाषासूत्रम् इति भिन्नं. यद् अष्टाध्याय्यां परिभाषासूत्रं वयं दृष्टवन्तः, येन वद्युस्तदन्तस्य अलोन्त्यस्य, तादृशं परिभाषासूत्रमस्ति. एतत् परिभाषा अस्ति, तदेव उक्तमस्ति पूर्वस्मिन् परिच्छेदे. परिभाषाः अत्यन्तं पुरातनः, लेखकः अस्माभिः न ज्ञायते इति. परिभाषा भिन्नं, परिभाषासूत्रं भिन्नं. परिभाषासूत्रम् अष्टाध्याय्याम् एव अस्ति, परिभाषा इति भिन्नग्रन्थः अस्ति, परिभाषेन्दुशेखरः इति एकः ग्रन्थः अस्ति, तादृशं प्रायः अन्ये ग्रन्थाः अपि सन्ति, तत्र परिभाषाः उल्लिखिताः भवन्ति। तत्र अस्मिन् परिभाषायां किं लिखितम् अस्ति इत्युक्ते, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्। तत्र एव एकस्मिन् एव सन्दर्भे सूत्रसङ्ख्या द्रष्टव्या, पूर्वसूत्रं वा परसूत्रं वा कथं जानीमः, सूत्रसङ्ख्या पश्यामः चेदेव पूर्वसूत्रं वा परसूत्रं वा इति जानीमः। अतः तत्र एव एकस्मिन् एव सन्दर्भे सूत्रसङ्ख्या द्रष्टव्या, अनन्तरं यद् परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्। नित्यसूत्रं किम् इति अग्रे द्रक्ष्यामः इदानीमेव, तत्र नित्यसूत्रं बलवत्। अनन्तरम् अन्तरङ्गसूत्रं, नित्यसूत्रमस्ति अन्तरङ्गसूत्रमस्ति चेत् तत्र अन्तरङ्गसूत्रं बलवत्, तदपि अस्ति अस्मिन्नेव करपत्रे, अन्तरङ्गसूत्रम् इत्युक्ते किम् इति। अनन्तरम् अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलीयान् इत्युक्ते, सर्वेषां सूत्राणां यदा परिशीलनं कुर्मः तत्र अपवादसूत्रस्य एव बलम् अधिकम् अस्ति, तदेव मुख्यबिन्दुः अस्ति। तत्र प्रथम यद् सूत्र प्रकारद्वयमस्ति, पूर्वसूत्रं परसूत्रं, तत्र एव सूत्रसङ्ख्यायाः महत्त्वम् अस्ति। अन्यस्मिन् स्थलेषु नित्यं वा अन्तरङ्गं वा अपवादं वा अस्ति चेत् तत्र सूत्रसङ्ख्यायाः कोऽपि महत्त्वं नास्ति, तत्र सूत्रसङ्ख्या न द्रष्टव्या, कुत्रापि लिखित्वा स्थापयतु, न द्रष्टव्या अन्यस्मिन् स्थलेषु। अस्तु, समीचीनं। श्रीवल्ली भगिनी पठति वा अस्याः परिभाषायाः? आम्, अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्यैव अभिव्यक्तिः, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, तत्पश्चात् तत्त्वत्रयं वर्तते नित्य अन्तरङ्ग अपवाद, येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति। सो इत्युक्ते परिभाषायाः पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः तत्त्वद्वयं, प्रथमतत्त्वद्वयम् इति पूर्वपर, पूर्व पर विषये विप्रतिषेधे परं कार्यम् इत्यस्य एव अभिव्यक्तिः, केवलं पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति विप्रतिषेधे परं कार्यम् इति अस्य एव प्रथमतत्त्वद्वयं भवति। अनन्तरं तत्त्वत्रयम् इति, तत्त्वत्रयम् इति नाम नित्य अन्तरङ्ग अपवाद, येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति इत्यर्थः, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति न कार्यं करोति। तत्र तत्त्वद्वयं विषये नित्य अन्तरङ्ग अपवाद इति विषये सूत्रसङ्ख्या महत्त्वं नास्ति, सूत्रसङ्ख्या महत्त्वं नास्ति, विप्रतिषेधे परं कार्यम् इत्यस्य तदपि न कार्यं करोति तत्र। अग्रे पठतु भगिनि। एतावता पूर्वपर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्, अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयामः। पूर्वपद इत्यनयोः प्रसङ्गे ज्ञातवन्तः विप्रतिषेधे परं कार्यम् इति, अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयामः। प्रथमं नित्यं, नित्यम् इति कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते। समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु, द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इति उच्यते। नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति, यदा किञ्चन सूत्रं नियमं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयं, नित्यम् इति अस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति. नित्यम् इति किम् इति दत्तमस्ति. कृता अकृता कृता अकृता प्रसङ्गे यः विधिः भवति सः नित्यः इति उच्यते. अग्रे पठतु, स्पष्टं भवति, अग्रे पठतु. ओ समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोः मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इति उच्यते. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थाने अस्ति इति चिन्तयतु. अस्मिन् तत्र एकस्य सूत्रस्य प्रवृत्तिः कारिता इति प्रवृत्तिः कारिता इति इत्युक्ते तस्य कार्यं तत्र आगत्य कार्यं भवति तस्य तत्र आगत्य तस्य कार्यं प्रथमं भवति एकस्य सूत्रस्य कार्यं भवति. तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः एकस्य सूत्रस्य अनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति. द्वयोः सूत्रयोः मध्ये ओके तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इति उच्यते. आं भगिनि स्पष्टं न भवति. सूत्रद्वयः स्तः एकसूत्रस्य कार्यं भवति, कार्यानन्तरमपि अपरस्य सूत्रस्य प्राप्तिः अस्ति. अस्तु एकं चिन्तयतु इदानीं. तत्र पूर्वसूत्रमस्ति, परसूत्रमस्ति, सूत्रद्वयम् अस्ति, पूर्वसूत्रं परसूत्रम् इति. तत्र प्रथमं विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य कार्यं प्रथमं भवति. भवति वा न वा किमपि परसूत्रम् आगच्छति कार्यं कर्तुं. यद् इदानीं सङ्घर्षः सर्वदा नित्यसूत्रम् इति कदा वदामः, नित्यसूत्रं वा पूर्वपरसूत्रं वा अपवादसूत्रं वा अन्तरङ्गसूत्रं वा चेत् तत्र सूत्रद्वयस्य आवश्यकता. बलाबलस्य चिन्तनं तत्र एव आगच्छति किल. अतः यदा इदानीं पूर्वसूत्रमस्ति परसूत्रम् अस्ति, परसूत्रम् आगत्य कार्यं कर्तुम् आगच्छति, परसूत्रं बलवत् इति कारणेन तद् आगच्छति कार्यं कर्तुं. कार्यं भवति न भवति तद् भिन्नवार्ता. अनन्तरम् अपि यद् पूर्वसूत्रम् आसीत् तद् पुनः कार्यं कर्तुम् आगच्छति. परसूत्रस्य कार्यं यदा भवति वा न वा तदापि पूर्वसूत्रं पुनः आगच्छति. नेक्स्ट् स्टेप् पुनः आगच्छति कार्यं कर्तुं. प्रक्रियायां यदा सोपानानि सन्ति किल, प्रथमसोपाने पूर्वपरयोः सङ्घर्षः, परसूत्रं कार्यं करोति, कार्यं करोति न करोति, तद् एव कृताकृतप्रसङ्गि, कृत आकृत कार्यं करोति न करोति तदपि, परन्तु तस्य एव बलं परसूत्रम् इति कारणात् तस्य एव बलम्. अतः प्रक्रियायां प्रथमसोपाने परसूत्रम् आगच्छति. अनन्तरम् अपि द्वितीयसोपाने यद् पूर्वं सूत्रमासीत् पुनः आगच्छति कार्यं कर्तुं. तदेव तत् सूत्रं यद् पुनः आगच्छति कार्यं कर्तुं तदेव नित्यसूत्रं नित्यं नित्यं तस्य कार्यं भवति एव. यद् यद्यपि भवती प्रथमसोपाने तद् निष्कासितवती, पूर्वसूत्रम् अस्ति कार्यं न करोतु इति निष्कासितवती, पुनः तद् आगच्छति किल कार्यं कर्तुम्. अतः तद् नित्यं तस्य कार्यं भवति इति कारणात् तत् नित्यसूत्रम्. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति. समीचीनम्. यदा किञ्चन सूत्रं नित्यमस्ति तदा तत्सूत्रं प्रथममेव प्रवर्तनीयं. नित्यसूत्रं प्रथममेव प्रवर्तनीयम् इति नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति. अत्र पूर्वपरयोः परसूत्रस्य बलं नास्ति. पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रम् आयाति. समीचीनं. तदेव नित्यसूत्रं तत्र तस्य कार्यमेव इदानीं भवति. यदा वयं प्रथमं सङ्घर्षः अस्ति इति दृष्ट्वा एकं सूत्रं वयं चिनुमः सूत्रद्वयोः परसूत्रम् इति कारणात्, परन्तु पुनः एतत् सूत्रमेव आगच्छति कार्यं कर्तुं. तस्य कार्यं भवति करोति वा न करोति वा चेदपि एतत् सूत्रं पुनः आगच्छति चेत् एतत् सूत्रस्य एव कार्यं भवति. तत् सूत्रं यद् पूर्वं भवति आनीतवती परसूत्रम् इति कारणेन तस्य कार्यं न भवति. एतत् सूत्रस्य एव कार्यं भवति. अवगच्छति वा? तत्र एकम् उदाहरणम् उदाहरणम् अत्र अस्मिन् स्थले एकस्य सूत्रस्य सङ्घर्षः भवति, कष्टं भवति. अन्यस्य सूत्रस्य किमपि क्लेशः नास्ति, सः कार्यं करोति. तादृशस्थितिः खलु. एकस्य यदि नित्यसूत्रं कार्यं करोति चेत् अन्यसूत्रस्य प्रसक्तिः न भवति, तादृशस्थितिः भवति वा? प्रसक्तिः न भवति चेत् न न एकं नित्यसूत्रम् इदानीं नित्यसूत्रमस्ति, एकं तु अन्यसूत्रमस्ति. इदानीम् इदानीं नित्यसूत्रस्य कार्यं भवति, तर्हि अपरस्य सूत्रस्य कार्यं न भवति इति खलु. तादृशं तस्य अन्यत्र अवकाशः भवति एव. अन्यत्र अवकाशः भवति एव, भवति एव. नित्य इति तस्य नामकरणम् अस्मिन् स्थितौ सर्वदा तद् नित्यसूत्रम् इति न, अन्यस्मिन् सन्दर्भे तद् प्रथमम् आयाति इति. तदेव किं सूत्रं प्रथमम् आगच्छति? नित्यसूत्रम् इत्युक्ते द्वितीयसूत्रं प्रसक्तिः अस्ति नास्ति अपि पूर्वसूत्रं पूर्वसूत्रस्य कार्यम् एव करोति तत्र. एतदेव नित्यसूत्रम्. न भगिनि, अत्र उदाहरणमस्ति, पश्यामः. सूत्रसङ्ख्या सहित सूत्र तस्मिन् समये एव किञ्चित् राजेन्द्रमहोदय भवान् पठति वा? सुदति इति वृत्तान्तः. तुद् योग लट् वर्तमाने लट् तृतीय अध्याये द्वितीयपादे त्रिविंशति अधिक एकशततमं सूत्रम् अस्ति. इदानीं तुद् योग ति तत् ति प्रत्ययः आगच्छति. सूत्रमस्ति तिप्त जिथ मिप् बस् मस् तां जा था स्थ ध्वं द्वम् इड् बहि महीन्. तत् सूत्रसङ्ख्या चतुर्थपादे अस्ति, तृतीय अध्याये चतुर्थपादे अष्ट सप्ततितमं सूत्रमस्ति. इदानीं तुद् योग श योगति तुदादिगणे अस्ति, तत्कारणात् तद् विकरणप्रत्ययः श अस्ति. सुदादिभ्यः शः तत् सूत्रम् अस्ति, तत् सूत्रेण श विकरणप्रत्ययः मध्ये आगच्छति. तस्य सूत्रसङ्ख्या अस्ति तृतीय अध्याये प्रथमपादे सप्तसप्तति तमं सूत्रम्. अनुबन्धलोपानन्तरं तत् अकारः अवशिष्यते. तुद्योग योगति तुदति. अत्र तुद् धातोः तत्तु प्रक्रिया आसीत्, तथा कार्यं भवति. अत्र तु धातोः वर्तमाने लट् इत्यनेन लट् कर्तव्यः. तदा लट् स्थाने तिवादयः भवन्ति यथा अत्र अस्माभिः दृष्टम्. एकवचनविवक्षायां तिप् प्रत्ययः सुद्योगते इदानीं ते प्रत्ययः तिंशत् सार्वधातुकम् इति सार्वधातुकप्रत्ययः तस्य संज्ञा भवति. अतः सार्वधातुक आर्धधातुकयोः इति अनुवर्तमाने पुगन्धलघुपदस्य च इत्यनेन गुणः प्राप्यते. सप्तम अध्याये तृतीयपादे षड् अशीतितमं सूत्रमस्ति पुगन्धलघुपदस्य च, तस्य तेन गुणः प्राप्यते. तुद्योगति पुगन्धलघु उपदस्य च तोद्योगति अत्र तथैव समस्या अस्ति. अत्र यथा पूर्वं तत् तद्योग लट् आगच्छति वर्तमाने लट् सूत्रेण, तत् तदनन्तरं लट् प्रभादे तत् ति प्रत्ययः तिवादयः भवति, तत्र तुद्योगति तत्र आगच्छति. तदनन्तरं किं भवति, तत्र विकर्णप्रत्ययः तदनन्तरं विकर्णप्रत्ययः तत् आगच्छति. तुदादिभ्यः श सूत्रेण तत् तुद्योगश योगति तुदादिभ्यः श सूत्रेण तत् श तत् शकारस्य अनुबन्धोप अनन्तरं तत् तुद्योग योगति तुदति. स्मरतु अत्र अकारः तु अपित् पित् नास्ति, अपित् अपित् अपित् विकरणप्रत्ययः अस्ति. परन्तु अस्मिन् स्थित्याम् अत्र किं दत्तमस्ति, वर्तमाने लट् यदा तत्र लट् लटः आगच्छति तदा लट् स्थाने तत्र तिवादिः आगच्छति तिप्तजि सूत्रेण, तत्र ति एकवचनविवक्षायां ति प्रत्ययः आगच्छति तुद्योगति. ति इदानीं तिंशत् सार्वधातुकं तत् सूत्रेण, तस्य सार्वधातुकप्रत्ययः अस्ति, तत्र सार्वधातुक आर्धातुकयोः इत्यनेन अनुवर्तमाने तत्र तिप् तिप् पित् पित् अस्ति, तत्कारणात् तत् पुगन्धलघुपदेशस्य च सूत्रस्य प्रसक्तिः अस्ति, गुणकार्यं भवितुम् अर्हति. तुद् योग तुग् योगति तोद् योगति भवति. नाम अग्रे दत्तमस्ति, नाम मध्ये श विकरणप्रत्ययः तदानीं न भवति चेत् गुणस्य प्राप्तिः. यावत् तत्र श मध्ये न आसीत् तत्र भवितुम् अर्हति तुद् योगति, तत्र पित्वत् तत् पुगन्धलघुपदस्य सूत्रेण तत् गुणः भवितुम् अर्हति, तत् तोद् भवति तोद् योगति. परन्तु इदानीं तु मध्ये श प्रत्ययः आगच्छति, तुदादिभ्यः श विकरणप्रत्ययः आगच्छति. श प्रत्ययः तत्र अपित् अस्ति, तत्कारणात् तत् तिपं निमित्तीकृत्य गुणः भवति. यथा तिप् तत्र आसीत् तत् पुगन्धलघुपदस्य सूत्रेण तत् गुणः भवितुम् अर्हति, परन्तु इदानीं तुदादिभ्यः श इति सूत्रं प्रति पुगन्धलघुपदस्य च तु परसूत्रम् अस्ति, पुगन्धलघुपदस्य सूत्रं परसूत्रम्, अतः तस्य कार्यं पूर्वं स्यात्. अत्र किं भवति, पुगन्धलघुपदस्य सूत्रं तु परसूत्रम् अस्ति, अस्य सूत्रसङ्ख्या अस्ति सप्तम अध्याये तृतीयपादे षट् अशीतिः तमं सूत्रम् अस्ति. तत्कारणात् तत् यथा ति आगच्छति तत् तस्य सूत्रसङ्ख्या अस्ति तृतीय अध्याये चतुर्थपादे अष्ट सप्तति तमं सूत्रं, तत् पूर्व परसूत्रम् अस्ति. तदानीं तद् अनन्तरं ति यथा आगच्छति तदनन्तरं क्षम्यतां अस्य अस्य तुदादिभ्यः श सूत्रस्य सङ्ख्या अस्ति तृतीयपाद अध्याये प्रथमपादे सप्त सप्ततिः तमं सूत्रं. तत्कारणात् तत्र पुगन्धलघुपदस्य सूत्र परसूत्रम् अस्ति, तस्य प्रसक्तिः भवति, तत् गुणकार्यं भवितुम् अर्हति. परन्तु अत्र तुदादिभ्यः श तत्र आगत्य तत् मध्ये अपि प्रत्ययः मध्ये विकरणप्रत्ययः मध्ये आगच्छति, श आगच्छति तथा तत्कारणात् तत् गुणकार्यं न भवति. अत्र इदानीं तुदादिभ्यः शः तत्र नित्यसूत्रम् अस्ति, यस्य कार्यं पूर्वम् अपि भवितुम् अर्हति अनन्तरम् अपि भवितुम् अर्हति. तत्कारणात् तस्य कार्यं प्रथमं स्यात्, तत्कारणात् तस्य कार्यं भवति, तदनन्तरं तु गुणकार्यस्य प्रसक्तिः नास्ति. एवं भगिनि समीचीनम् आं समीचीनं समीचीनम् उत्तमं तदेव तत्र यदा महोदय उक्तवान् तत्र यदा वयं तुद् इति स्वीकुर्मः तुदादिगणीयधातुः अस्ति तत्र लट् इति अस्माकं विवक्षा अस्ति लटः स्थाने तिप्तस्जि इति विधीयते तत्र यदा तुद्योगः ति इति स्थितौ ति इति अस्माकं निमित्तम् अस्ति चेत् तत्र पुग सार्वधात्प्रत्ययः ति इति कारणेन पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति अवश्यमस्ति तत् आगच्छति कार्यं कर्तुं तुद्योगः ति तोद्योगः ति इति स्थितिः भवितुम् अर्हति अनन्तरं किं भवति यदा तोद्योगः ति इति स्थितौ अपि तुदादिगणस्य धातुः इति कृत्वा ष इति विकरणप्रत्ययः विधीयते तुदादिभ्यः ष इति सूत्रस्य प्रसक्तिः यदा पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति चेद् अपि न भवति चेदपि तस्य प्रसक्तिः अवश्यम् अस्ति कृत अकृतप्रसङ्गी इत्युक्ते पुगन्तलघुपदस्य च इत्यस्य कार्यं कृतं वा न कृतं तत्र तुदादिभ्यः श इत्यस्य कार्यं तस्य विधानम् अवश्यं भवति तस्य सूत्रस्य विधानं पूर्वं भवति वा अनन्तरं भवति वा अतः कारणेन तस्य नाम नित्यसूत्रम् अस्ति रघुपतिमहोदय अवगतवान् वा भगिनी तत्र मध्ये तुद् अनन्तरं मध्ये तुदाभ्यः शः मध्ये न आगच्छति चेत् तत्र तोदति एव आगच्छति पुगन्तलघुपदस्य च इति सूत्रेण परन्तु तोदति इति इष्टरूपं नास्ति अतः तुदाभ्यः शः इति उपयोगं कुर्मः चेत् एव तत्र तुदति इति इष्टरूपम् आगच्छति खलु भगिनि आम् आम् सत्यं तदेव आम् सत्यं रूपं वयं पूर्वमेव जानीमः यदा सर्वदा वदामः किल भाषा प्रथमम् अनन्तरमेव व्याकरणम् इति पूर्वमेव वयं रूपं जानीमः अतः वयं वक्तुं शक्नुमः तोदति इति मम इष्टरूपं नास्ति तुदति इत्येव रूपं स्यात् इति अतः तत्र वयं अवश्यं निर्णेतुं शक्नुमः तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति इति यदा प्रथमवारं यदा व्याकरणं पठामः संस्कृतमेव प्रथमवारं पठामः अष्टाध्यायीं स्वीकृत्य पठामः चेत् वयं ज्ञातुं शक्नुमः तुदति इति रूपं वा तोदति इति रूपं वा इति वयं ज्ञातुं न शक्नुमः अतः एव प्रथमं रूपाणि पाठयामः अनन्तरमेव अष्टाध्याय्याः प्रवेशः कुर्मः समीचीनं महोदय रघुपतिमहोदय अग्रिमपरिच्छेदः पठतु महोदय आम् एकवारं कुत्र नाम ततः नाम मध्ये अत्र इति नाम मध्ये शाब्दिकरणं तत्र नाम मध्ये तद् महोदय पठितवान् अत्र नित्यम् इति सिद्धान्तः आयाति अस्तु अस्तु तर्हि किं कर्तव्यम् अत्र नित्यमिति सिद्धान्तः आयाति यतोहि विकरणप्रत्यये कृते गुणः न प्राप्यते किन्तु न प्राप्यते किन्तु गुणे कृते अपि विकरणप्राप्तिः कृताकृतप्रसङ्गे नित्यं कृते अपि अकृते अपि यस्य प्रसङ्गः वर्तते सः नित्यः इदानीं गुणः तथा नास्ति विकरणप्रत्यये कृते गुणप्राप्तिरस्ति विकरणप्रत्यये कृते गुणप्राप्तिः नास्ति विकरणप्रत्यये अकृते एव गुणः प्राप्यते पुगन्तलघुपदस्य च इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्येश विकरणप्रत्ययः नास्ति विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिः नास्ति इति चेत् शप्रत्ययः अपित् यद्यपि षित् अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन गुणः भवति स्म किन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं नित्वत् स्यात् अतः निति च इत्यनेन गुणनिषेधः अस्तु वयं दृष्टवन्तः पूर्वमपि नित्यम् इति अत्र नित्यमिति सिद्धान्तः अस्ति यत् वदति अत्र विकरणप्रत्यये कृते गुणः यदि यदि वयं विकरणप्रत्ययं योजयामः तदा गुणः न भवति, किन्तु किन्तु गुणे कृते अपि विकरणप्रत्यये आगच्छति, वयम् इति पुगन्तलघुपदस्य पदस्य च इत्यस्य सूत्रस्य कार्यं कृत्वा अपि विकरणप्रत्ययः आयाति, परन्तु अतः कृता तत्र कृताकृतप्रसङ्गे नित्यं यस्य प्रसङ्गे वर्तते सः नित्य, इदानीं शप्रत्ययः नित्यमस्ति, नित्यम् नित्यं यदि यद्यपि गुणः भवत् पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति वा न वा तथापि भवति चेदपि सुधादिभ्यः श इति विकरणप्रत्ययस्य प्रसङ्गः आयाति एव, अतः परन्तु गुणस्य कृते तादृश पुगन्तलघुपदस्य स्थितिः तादृशं नास्ति, यदि शप् आगच्छति श आगच्छति विकरणप्रत्ययः आगच्छति तदा तस्य प्रसक्तिः नास्ति, अतः तत् नित्यसूत्रं नास्ति, सुधादिभ्यः इति नित्यसूत्रमस्ति, अतः तस्य प्रसक्तिः पूर्वं भवति इति अस्ति. अनन्तरं केन सूत्रेण गुणनिषेधः इति अत्र दत्तमस्ति, सार्वधातुकम् अपित् इदानीं श इति विकर्णप्रत्ययः सुधादिभ्यः श इति विकर्णप्रत्ययः अस्ति अपित् अस्ति, अतः सार्वधातुकम् अपित् निति च इति सूत्रद्वयेन सार्वधातुकम् अपित् इत्यनेन अपि सार्वधातुकं नित्वत् इति इत्यनेन गुणनिषेधः भवति. समीचीनम्, उत्तमम्. इदानीं भवतः प्रश्नः आसीत् किल, तस्य परिशीलनं करोतु महोदय. तुदादिभ्यः शः पुगन्तलघुपदस्य च द्वयोः मध्ये तुल्यबलविरोधः अस्ति वा? हा, एकवारं तुल्यबलविरोधः तुदादिभ्यः शः इदानीं तुल्यबलविरोधः अन्यत्र प्राप्तिः पुगन्तलघुपदस्य च इत्यस्य अन्यत्र प्राप्तिः अस्ति खलु, अन्यत्र प्राप्तिः अस्ति. आम् अस्ति. इदानीं सुधादिभ्यः इत्यस्य प्रसक्तिः अत्र एव भवति खलु, अत्रैव भवति, अत्रैव भवति. समीचीनं, समानस्थले समानसमये आगच्छति, परन्तु तुदादिभ्यः श इति सूत्रं पूर्वमपि तस्य कार्यं भवति अनन्तरमपि तस्य कार्यं भवति इति कृत्वा तद् नित्यसूत्रमस्ति. अतः यदा सङ्घर्षः जातः तुदादिभ्यः शः पुगन्तलघुपदस्य च इति द्वयोः मध्ये नित्यसूत्रम् इति कारणेन तुदादिभ्यः शः इत्यस्य एव कार्यं भवति, पुगन्तलघुपदस्य च इत्यस्य तु अन्यत्र अपि लब्धावकाशः अस्ति एव किल, तत्तु निरवकाशं न भवति. निरवकाशं भवति चेदेव अपवादस्य चिन्तनं, तादृशं नास्ति, तस्य तु अन्यत्रापि लब्धावकाशः अस्ति इति कृत्वा तुदादिभ्यः शः इति नित्यसूत्रं तस्य कार्यम् अत्र भवति. पूर्वमपि तस्य कार्यं भवितुमर्हति, अनन्तरमपि तस्य कार्यं भवितुमर्हति, अतः तस्य कार्यमेव प्रवर्तनीयं, तदेव पुगन्तलघुपदस्य च इत्यस्य कार्यम् अत्र अस्मिन् सन्दर्भे न भवति. भगिनि अवगतं वा? न सा न उक्तवती भगिनी, एकनिमिषम्. अरुणा भगिनी वदतु भगिनि. तुदादिभ्यः शः अनन्तरं पुगन्तलघुपदस्य च सूत्रमध्ये विरोधः अस्ति नास्ति वा भगिनि? अहं न अवगतं. विरोधः अवश्यमस्ति. विरोधः अस्ति चेदेव बलाबलस्य चिन्तनं, विरोधः नास्ति चेत् बलाबलस्य चिन्तनं न भवति एव. कान्फ्लिक्ट् इति वदामः किल, सूत्रद्वयमपि आगच्छति. यदा वयं तुद् योगः ति इति सन्दर्भः अस्ति चेत् तत्र पुगन्तलघुपदस्य च अपि आगच्छति कार्यं कर्तुं, तुदादिभ्यः शः इति अपि आगच्छति कार्यं कर्तुम्, अतः कान्फ्लिक्ट् अस्ति. कान्फ्लिक्ट् अस्ति चेत् अस्माकं चिन्तनं भवति कस्य सूत्रस्य प्रवर्तनम् इदानीं भवति, कथं कार्यं भवति, कस्य कार्यं प्रथमं भवति इति. यदा कान्फ्लिक्ट् अस्ति चेदेव निर्णयः. तत्र पुगन्तलघुपदस्य च इति कार्यं करोति चेत् वयं दृष्टवन्तः अस्माकम् अनिष्टं रूपम् आगच्छति तोदति इति. वयं पूर्वमेव जानीमः तोदति इति रूपं नास्ति, तुदति इत्येव रूपम् अस्ति इति. पुगन्तलघुपदस्य च यदा कार्यं कर्तुम् आगच्छति न वा, कार्यं करोति न वा, कृत अकृत, कृतम् इत्युक्ते कार्यं करोति, कार्यं कृतं न कृतम् आकृतं न करोति चेदपि तुदादिभ्यः शः अवश्यम् आगच्छति. किमर्थम् इत्युक्ते तुद् इति तुदादिगणीयधातुः, अतः विकरणप्रत्ययस्य अवश्यम् आगच्छति किल. तत्र सार्वधातुकप्रत्ययः परः अस्ति चेत् कर्तरि कर्त्रार्थे सार्वधातुकप्रत्ययः परः अस्ति चेत् विकरणप्रत्ययः गणीयचिन्तनम् आवश्यकम्, अतः विकरणप्रत्ययः अवश्यम् आगच्छति. अतः तत्र इदानीं सङ्घर्षः, पुगन्तलघुपदस्य च कार्यं करोति वा तुदादिभ्यः शः कार्यं करोति वा. इदानीं यदा पुगन्तलघुपदस्य च कार्यं करोति चेदपि तुदादिभ्यः शः आगच्छति पुनः, कस्य कार्यं प्रवर्तनीयम् इति चेत् तत्र यद् तुदादिभ्यः शः पूर्वमपि आगच्छति परमपि आगच्छति इति कृत्वा तद् नित्यसूत्रं, तस्य कार्यमेव भवति. पुगन्तलघुपदस्य च इति कार्यं करोति चेत् तोदति इति रूपम् आगच्छति, तत्तु अनिष्टं रूपम्. विपरीतचिन्तनं करोतु भगिनि, इदानीं तुरादिभ्यः शः आगच्छति चेत् कार्यं कर्तुं, तत्र श इति विकरणप्रत्ययः अपित् अस्ति, अस्मात् कारणात् पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति, कुणकार्यं न भवति अपित् अपित्वात्, अतः तत्सूत्रं न आगच्छति पुनः कर्तुं, पुनः कार्यं कर्तुं पुगन्तलघुपदस्य च न आगच्छति, परन्तु तुदादिभ्यः शः आगच्छति, अतः तद् नित्यसूत्रं, तस्य कार्यमेव प्रवर्तनीयम्. आम् आम् अवगतम्. अवगच्छति वा कान्फ्लिक्ट् अस्ति इत्युक्ते अत्र शाविकरणप्रत्ययः गुणं निषेधं करोति, तदपि कान्फ्लिक्ट्, तद् भिन्न कान्फ्लिक्ट्, सूत्रस्य कान्फ्लिक्ट् प्रथमं, तत् कार्यस्य कान्फ्लिक्ट्. यद्यपि तुदादिभ्यः इति तस्य कृते किमपि कान्फ्लिक्ट् नास्ति, सः करोति कार्यं करोति, श इति मध्ये आगच्छति, परन्तु पुगन्तलघुपदस्य कृते कान्फ्लिक्ट् भवति, यदि तद् कार्यं न कर्तुं शक्यते, न भवति एव. समीचीनं भवति. आम् तुदादिभ्यः शः इति सूत्रकार्यानन्तरं पुगन्तलघुपदस्य सूत्रस्य प्रसक्तिः नास्ति एव, न भवति, नास्ति एव, नास्ति एव, प्रसक्तिः नास्ति एव, अपित्वात् किल, तत्र तदेव गतमस्ति, अपित्वात् तत् कार्यं न भवति. पुगन्तलघुपदस्य च न भगिनि, अनन्तरं कार्यानन्तरं विकरणप्रत्यय अत्र शाविकरणप्रत्ययस्य तिप् मध्ये पुगन्तलघुपदस्य च इति प्रसक्तिः नास्ति इति एव, किन्तु उपदा दकारः तुदा समीचीनं तदपि सूत्रस्य प्रसक्तिः नास्ति, सूत्रस्य प्रसक्तिः नास्ति. आं तुदा इति भवति इदानीम् अङ्गं, तुदा योगः ति तदपि अस्ति. आम् इदानीम् उपदायां दकारः अस्ति इति कृत्वा, परन्तु प्रथममेव तद् न आगच्छति किल, श इति विकर्णप्रत्ययः अपित् अस्ति, अतः तद् न आगच्छति एव. वाट् ऐ मीन् टु से तुदादिभ्यः पुगन्तलघुपदस्य कार्यानन्तरम् अपि आगच्छति, परन्तु समीचीनं तुदादिभ्यः कार्यानन्तरं पुगन्तलघुपदस्य च प्रसक्तिः नास्ति. आम् सत्यं सत्यम् इति चेत् तद् नित्यं भवति सुधादिभ्यः ते अपि तदेव अपि आं समीचीनं तदेव. आम् कृत अकृत प्रसङ्गी नित्यं, नित्यसूत्रात् बलवत्। समीचीनं। नित्यसूत्रं बहुत्र आगच्छति, तद् एतद् अन्तरङ्ग अपवादम् एव, क्षम्यताम्, अन्तरङ्ग बहिरङ्गसूत्राणि एव किञ्चित् विरलाणि सन्ति, तदेव किञ्चित् किं वदामः तर्कपूर्णम् अस्ति, अतः पश्यामः। नित्यसूत्रम् अवगतवन्तः किल? नित्यसूत्रम् अवगतं तत्र किञ्चित् किञ्चित् ट्रिकि एव अस्ति तत्, पठामः यद् अवगच्छामः तद् तद् समीचीनं किल। अस्तु, एकः परिच्छेदः अस्ति किल अत्र, अरुणा भगिनी पठति वा? श प्रत्यये अकृते। आं भगिनि, श प्रत्यये अकृते गुणः भवति, किन्तु श प्रत्यये कृते गुणः न भवति, तदर्थं गुणः अनित्यः। श प्रत्ययस्य तु गुणे कृते अपि अकृते अपि प्राप्तिः अस्ति, नाम गुणः क्रियतां तुद् योगः ति, तोदा योगः ति, तदानीमपि तुदादिभ्यः इत्येन श विकरणप्रत्ययस्य विहितः तोद् योगः योगः ति, गुणे कृते अपि विकरणं प्राप्यते, गुणे अकृते अपि विकरणप्रत्ययते प्राप्यते, कृताकृतप्रसङ्गे नित्यम्, अतः तुदाभ्यासः नित्यसूत्रं, यद्यपि तुगन्तलघुपदस्य च इत्यस्य अपेक्षया पूर्वसूत्रं, तदापि तस्य तुदाभ्यासः इत्यस्य कार्यं पूर्वं प्रवर्तते। प्रयत्नं करोमि भगिनि। शाप्रत्यय अकृते शाप्रत्यय न विधीयते तुद् अनन्तरं केवलं ति प्रत्ययः अस्ति चेत् पुगन्तलघुपदस्य सूत्रेण गुणः भवति। आं भगिनि, सप्रत्यये योजितानन्तरं गुणः न भवति, किमर्थं? सप्रत्यय अपित् अस्ति, गुणनिषेधः भवति, तदर्थं गुणः अनित्यः। नाम गुणः सप्रत्ययस्य तु गणे गुणे कृते अपि अकृते अपि प्राप्तिः अस्ति, किमर्थं भगिनि? सप्रत्ययस्य तदेव गुणे पुगन्तलघुपदस्य प्रथमं कृते अपि अकृते अपि, पुगन्तलघुपदस्य च अस्ति वा नास्ति वा चेदपि श प्रत्ययः विधीयते एव, प्राप्तिः अस्ति एव। गुण नाम गुणः क्रियतां तुदा योगः तुद् योगः ति, तोद् भवति, तोदति, तोद् योगः ति, तदानीमपि तुदादिभ्यः इत्यनेन श विकरणप्रत्यय विहितः तोदा तोद्योग शात् योगति, गुणे कृते अपि विकरणप्रत्यये प्राप्यते, गुणे अकृते अपि विकरणप्राप्यते। आम्, विकरणप्रत्यय गुणं प्रथमं कृतं वा परं कृतं वा अपि आगच्छति, अतः तदादिपेशः नित्यसूत्रम् अस्ति, तदेव प्रथमं करणीयम्। यद्यपि पुगन्तलघुपदस्य सूत्रं विकरणप्रत्यय अस्ति चेत् गुणकार्यं न करोति, गुणविकरणप्रत्ययः नास्ति चेत् गुणं करोति, तदेव गुणनित्यं न, ततः सुदादिभ्यासः एव नित्यसूत्रं प्रथमं करणीयम्। समीचीनम्, उत्तमं। भगिनि, एकः प्रश्नः, विप्रतिषेधे परं भिन्नमस्ति, सुदाभ्यासः पुगन्तलघुपदस्य च एतत् भिन्नम् अस्ति, नित्यसूत्र पूर्व पर नित्य इति अस्ति किल, इदानीं परिभाषा पठितवन्तः, पूर्व पर नित्य अन्तरङ्ग किल, तत्र पूर्वस्य अपेक्षया परसूत्रं बलवत्, तत्र विप्रतिषेधे परं कार्यं, विप्रतिषेधः अस्ति चेत् परसूत्रस्य एव कार्यं भवति इति तत् सूत्रं वदति, समीचीनं? आं भगिनि, आं भगिनि. इदानीं नित्यसूत्रं यदा सूत्रं परसूत्रम् अस्ति वा नित्य पूर्वसूत्रं वा परसूत्रं वा तस्य अपेक्षया नित्यसूत्रं बलवत्. यदा नित्यसूत्रं सूत्रद्वयम् इदानीम् अस्ति नित्यसूत्रस्य परिशीलनं कुर्मः चेत् तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति. किमपि महत्त्वं नास्ति इत्युक्ते सूत्रसङ्ख्या न द्रष्टव्या. वि शुड् नाट् सी द सूत्रा नम्बर्. नित्यसूत्रमेव बलवत्. नित्यसूत्रम् इस् ओन्ली अप्लिकबल्. अवगच्छति वा? अस्तु भगिनि. अरुणा भगिनि स्पष्टं वा? आं भगिनि. सर्वदा अप्लिकबिलिटि एव, तदेव प्रश्नः किल. तत्र अप्लिकबिलिटि यदा चिन्तयामः तत्र सूत्रद्वयस्य सङ्घर्षः आवश्यकम्. एकस्मिन् स्थले आगत्य तत्र कान्फ्लिक्ट् यदा फैटिङ्ग् वा किमपि वदतु तद् भवति चेदेव तस्य निर्णयः आवश्यकं किल. अदर्वैस् नो प्राब्लम्. समीचीनम्. अन्तरङ्गं पठामः, किञ्चिदेव समयः विशिष्टः तत्र पठामः. अस्तु, श्रीवल्ली भगिनी पठति वा अन्तरङ्गम् इति? आम् अन्तरङ्गम्. अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः. अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अन्तरङ्गम् इति बहुविधम्, अतः महान् प्रपञ्चः. परन्तु अत्र प्रकारद्वयं प्रदर्श्यते. प्रथमम् अङ्गम् इति अर्थः दीयते. अङ्गम् इत्यनेन न अवयवः. अङ्गं प्रायेण शरीर अवयवः आर् पार्ट् आर् संथिङ्ग् वि अण्डर्स्टाण्ड् दस्य दट् इस् अवयवः. अङ्गम् इत्यनेन न अवयवः न यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गम् इति सूत्रस्य अङ्गम् इति संज्ञासूत्रम् अन्न प्रत्यये पूर्वे यद् अस्ति तदङ्गम् इति सूत्रेण अङ्गसंज्ञा भवति. सो अत्र अन्तरङ्गम् इति अर्थः इति नास्ति, अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अङ्गम् अर्थः निमित्तम् इति कारणम्. निमित्तं निमित्तमेव अङ्गं. यद् सप्तम्या वा पञ्चम्या वा निर्दिष्टमस्ति सूत्रेषु तद् एव निमित्तं किल. यदा अत्र अन्तरङ्गम् इति वदामः तत्र अङ्गम् इति भागस्य अर्थः अस्ति निमित्तम्. यत् शरीरावयवः वा यस्मात् प्रत्ययविधि तदादि प्रत्यये अङ्गं वा तद् नास्ति. शास्त्रीयव्याकरणरीत्या यद् अङ्गम् इति वदामः तदपि नास्ति. लौकिक उदाहरणं शरीरस्य अवयवः भागः इति यद्वदामः तदपि नास्ति. अङ्गम् इत्युक्ते निमित्तम्. अस्मिन् सन्दर्भे अङ्गम् इत्युक्ते निमित्तं. तद् मनसि भवेत् भगिनि. अग्रिमं पठतु तत्र तदेव पुनः. परिभाषेन्दु शेखरग्रन्थे लिख्यते. नित्यादपि अन्तरङ्गं बलीयः. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति द्वयोः सूत्रयोः समकालप्राप् इत्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादपि अन्तरङ्गं बलेयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि बा नामकं सूत्रम् आ नामकं सूत्रं प्रति बहिरङ्गं चेत् तेन आ इति अन्तरङ्गसूत्रेण इदं बा सूत्रम् असिद्धं, यद्यपि आ सूत्रं प्रति बा सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्. इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. परिभाषेन्दुशेखरग्रन्थे परिभाषा लिख्यते नित्याद् अपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असित्वात्. किन्तु नित्यादपि अपेक्ष अन्तरङ्गं बलीयः, नित्यसूत्र अन्तरङ्गं मध्ये अन्तरङ्गं बलीयः. कारणम् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यशास्त्रस्य अपेक्षये अन्तरङ्गशास्त्रं बलवत् कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. अतः अत्र बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम् इति परिभाषासूत्रायं बहिरङ्गस्य असिद्धत्वात् इति दीयते. अतः अत्र बलवत् इति कथनस्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति. द्वयोः सूत्रयोः समकालप्रत्यवसरे प्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति इति अन्तरङ्गे इति विषयसप्तमी. अतः अर्धः द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये वित् रेफरेन्स् अन्तरङ्ग विषये बहिरङ्गशास्त्रम् असिद्धम् असिद्धं भवति. अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. परे नित्यात् परे इति अर्थं भवति भगिनि, पर अपि शब्देन परशास्त्रस्य ग्रहणम् इति अन्तरङ्गशास्त्रम् इति न न नित्यादपि अन्तरङ्गं बलीयः इत्यनेन नित्याद् अपि इति अस्ति किल, तद् अपि अपि परशास्त्रस्य ग्रहणम् इति परशास्त्रस्य अत्र अन्तरङ्गं वा अन्तरङ्गपरशास्त्रस्य ग्रहणम् इति अन्तरङ्गम् इति न न न नित्य यदा वयं दृष्टवतः पूर्वपरनित्य किल पूर्वसूत्रस्य अपेक्षया पर वदतु अपि इति नित्यमपि परशास्त्रस्य अपि अन्तरङ्गं बलीयः अपेक्षया द्वयोः अपेक्षया. अतः किमपि वा नामकसूत्रम् आ नामकसूत्रं द्वयोः सूत्रयोः सूत्रं प्रति बहिर् वा नामकं सूत्रम् आ नामकं सूत्रप्रति बहिरङ्गं चेत् तेन आ इति अन्तरङ्गसूत्रेण इदं वा सूत्रम् असिद्धम्. आ इति अन्तरङ्गसूत्रं वा इति बहिरङ्गसूत्रम् इति आ इति अन्तरङ्गसूत्रेण वा सूत्रम् असिद्धं भवति. यद्यपि आ सूत्रं प्रति वा सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् वासूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् परन्तु आ इति अन्तरङ्गसूत्रेण आ इति अन्तरङ्गसूत्रेण इदं वासूत्रम् असिद्धं भवति. इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अन्तरङ्गे परशास्त्रं नित्यशास्त्रं बहिरङ्गं चेत् असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. बहिः असिद्धं बहिः बहिरङ्गं बहिरङ्गम् अन्तरङ्गे. समीचीनं तदेव. अत्र किम् अवगन्तव्यः विषयः अस्ति चेत् तत्र बहिरङ्गम् इति एकं शास्त्रम्, अन्तरङ्गम् इति एकं शास्त्रं. शास्त्रम् इत्युक्ते सूत्रमेव. बहिरङ्गशास्त्रम् अन्तरङ्गशास्त्रम् इति शास्त्रद्वयम् अस्ति. बहिरङ्गशास्त्रे किम् आगच्छति इत्युक्ते अस्माकं नित्यसूत्रं वा परसूत्रं वा तद् सर्वं तस्मिन् अन्तर्भूतः भवति बहिरङ्गशास्त्रे. अतः यदा अन्तरङ्गसूत्रमस्ति बहिरङ्गसूत्रम् अस्ति. यत् सर्वदा यत्र अन्तरङ्गसूत्रम् अस्ति चेत् बहिरङ्गसूत्रस्य आवश्यकता अस्ति एव. तत्र एव यदा अहम् उक्तवती तत्र बलाबलस्य चिन्तनस्य आवश्यकता किल. अतः तत्र यदा बहिरङ्गसूत्रम् अपि आगच्छति तत्र बहिरङ्गसूत्रस्य सेट् मध्ये नित्यसूत्रमपि भवति, परसूत्रमपि भवति. तत्र यदा कान्फ्लिक्ट् भवति चेत् अन्तरङ्गसूत्रम् एव कार्यं करोति. किमर्थम् इत्युक्ते बहिरङ्गसूत्रस्य असिद्धत्वात् असिद्धं बहिरङ्गसूत्रम् असिद्धं भवति. अतः अन्तरङ्गसूत्रम् एव कार्यं करोति. शास्त्रम् इति यदा वदामः यत्र कुत्रापि शास्त्रम् इति दृश्यते तत्र सूत्रम् इत्येव अस्य अर्थः. अन्तरङ्गशास्त्रं बहिरङ्गशास्त्रं सूत्रम्. अतः नित्यसूत्रपरसूत्रस्य अपेक्षया अन्तरङ्गसूत्रम् एव कार्यं करोति. किमर्थम् इत्युक्ते बहिरङ्गसूत्रस्य असिद्धत्वात् असिद्धं तद् असिद्धं भवति. अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गस्य सूत्रम् एव नास्ति. असिद्धम् इत्युक्ते तदेव तदेव नास्ति. अतः तस्य एव कार्यं भवति. अस्तु, अद्य किं कुर्मः अत्र अत्र अस्मिन् परिच्छेदे स्थगयामः. तत्र अहम् एकम् इदानीम् उदाहरणं योजितवती किल, तदेकवारं पठतु तत् ड्रैव् मध्ये. प्रायः श्रीवल्ली भगिनी भवती प्राप्तवती वा न इति अहं शिवयोगः दातु नो न भगिनि न न अहं मेल् मेल् मध्ये प्रेषयिष्यामि, पुनः सर्वेषां कृते अपि प्रेषयिष्यामि. तद् एकवारं पठतु. तत्र एव अस्मिन् उदाहरणमस्ति अन्तरङ्गस्य उदाहरणम्, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इत्यस्य उदाहरणमस्ति. तद् प्रथमं पठित्वा अग्रे गच्छामः अग्रिमसप्ताहे. यत्किमपि पठितवन्तः अद्य कृपया पुनः पठन्तु. किञ्चित् अन्तरङ्गबहिरङ्गमेव किञ्चित् क्लेशः भवति. वदतु भगिनि, प्रश्नः अस्ति वा? भवत्या लुङ्ग् दत्तं खलु, लुङ्ग् तत्र आसु असु द्विवारं द्वित्वं भवति खलु भगिनि तत्र लुङ्ग्? आम्, किं तत्र कः प्रश्नः तत्र? तस्मिन् विषये असु स्रु स्रु इति अस्ति एव किल, तत्र द्वित्वं तु अस्ति एव. तत्र अश्रुश्रुवत् इति अस्ति लुङ् अश्रुश्रुवत् अश्रुश्रुवताम् अश्रुश्रुवन्, परन्तु तत्र लुङ् अश्रुश्रु इति एव दत्तं खलु, वत् नास्ति वा? वयं तु परिशीलनं न कृतवन्तः किल भगिनि कथम् आगच्छति इति. तत्र प्रायः अग्रे आगच्छति, वयं सूत्रस्य कार्यं न दृष्टवन्तः किल, विधिः एव. अनन्तरं प्रायः अन्ते आगच्छति, तस्मिन् समये परिशीलयामः. स्पष्टतया उक्तमेव भगिनि, लुङ् लुकारस्य प्रथमपुरुषे एकवचनार्थरूपम् अस्ति अश्रुश्रुवत् इति प्रथमम् एव अस्ति. धन्यवादः भगिनि, शुभदिनम्. उत्तमम्. धन्यवादः धन्यवादः धन्यवादः भगिनी.